गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। अनुभवः इत्यस्मिन् विषये अध्ययनम् आरब्धं। तत्र यथार्थानुभवः अयथार्थानुभवः इति अनुभवस्य द्वैविध्यम् अस्माभिः पठितम्। प्रथमं तु तद्भिन्नं ज्ञानम् अनुभवः इत्युक्ते स्मृतिर्भिन्नं ज्ञानम् अनुभवः इति लक्षणवाक्येन न स्वीकर्तव्यम् इति मया उक्तम्। किमर्थमित्युक्ते स्मृतिभिन्नं प्रत्यभिज्ञा अपि भवति, प्रत्यभिज्ञा अपि ज्ञानम् एव। ज्ञानस्य एकविधमेव प्रत्यभिज्ञा अस्ति खलु, इत्युक्ते ज्ञानात् भिन्नं नास्ति। भवतु, तदनन्तरं यथार्थ अनुभवः अयथार्थ अनुभवः इति तस्य द्वैविध्यं। तद्वति तत्प्रकारको अनुभवः यथार्थः, तदनन्तरं तदभाववति तत्प्रकारको अनुभवः अयथार्थः। तत्र स्वाभाविक आदेयता अपि च ज्ञानतः प्रकारता, तयोः मध्ये यत्र सामानाधिकरण्यं नास्ति, तदेव अयथार्थ अनुभवः इत्युक्ते ब्रह्मज्ञानम् इति अस्माभिः पठितम्। तर्हि तत्र एकः गृहपाठः आसीत्, ततः आरभामश्चेत् समीचीनं भवति। भूतलं घट अभाववत् इति ज्ञानम्। प्रथमम् एतत् प्रमा वा भ्रमा वा इति वक्तव्यं। तदनन्तरं स्वाभाविक आदेयता, सम्बद्धता, अधिकरणता कुत्र अस्ति, ज्ञानतः कुत्र अस्ति इति वक्तव्यम्। अस्तु, सत्यभौम भगिनि प्रयत्नं करोति किम्? आं महोदय, भूतलं घट अभाववत् यद् प्रमाज्ञानमस्ति। अत्र स्वभावतः आधेयता घट अभावत्वे अस्ति, सम्बन्धता संयोगे अस्ति, अधिकरणता भूतले अस्ति। एकनिमिषम्। आधेयता घट अभाववत्त्वे अस्ति इति उक्तवती? आम्, अभावे अभाववत्त्वे खलु? आम् आम्, अभाववत्त्वे अस्ति। अधिकरणता भूतले अस्ति, तर्हि तयोः मध्ये कः सम्बन्धः? आधार आधेयभावः अस्ति खलु, सम्बन्धः कः? संयोगसम्बन्धः, संयोगः भवति वा? अभाव औ अभावः अस्ति खलु, स्वरूपसम्बन्धः एव भवति वा? समीचीनं, स्वरूपसम्बन्धः एव भवति खलु। अपि च अवगमनार्थं घट अभाव, घट अभावः, घट अभाव किमर्थं घट अभावः, घट अभाववत्त्वम् इत्यनयोः मध्ये भेदः अस्ति किम्? घट अभाव तस्य भावः अस्ति अभाववत्त्वे इत्यनेन। हा सत्यं, किन्तु सूचयति खलु। तर्हि मम प्रश्नः कः, घट अभावः अपि च घट अभाववत्त्वम् अनयोः मध्ये भेदः अस्ति किम्? भेदः तयोः मध्ये भेदः अस्ति। तर्हि कः भेदः? यत्र घट अभावः अस्ति तत्र एव घट अभाववत्त्वम् अपि अस्ति इति चिन्तयति। तत्र कथं न जानामि महोदय। न, भवती समीचीनतया वदति, भवत्याः चिन्तनं समीचीनमेव, केवलम् अत्र क्रमेण चिन्तयतु। घट अभावः इति आदेयः खलु, घट अभाववत् इत्युक्ते किम्? घटा अभाववत् घटा घट अभाववत् इति शब्दे एकः प्रत्ययः अस्ति. वत् इति मधुप्रत्ययः एव. सत्यं. तर्हि मधुप्रत्ययः कस्मिन् अर्थे अत्र योजितमस्ति? यस्मिन् घट अभावः अस्ति अधिकरणार्थे खलु. अस्मिन् अस्ति इत्यस्मिन् अस्ति. तर्हि घट अभाववत् इत्यनेन किं बोध्यम्? यद् यत् पदार्थः तस्मिन् घट अभावः अस्ति तादृशः. अस्तु, अस्माकम् उदाहरणं किं? भूतलं घट अभाववत्. भूतलं यद् भूतलं घट अभावः अस्ति तादृशः भूतलं. तर्हि घट अभाववत् इत्यनेन भूतलमेव उक्तं खलु? आं महोदय. तर्हि घट अभाववत्त्वम् इत्युक्ते किम्? तदपि भूतलमेव. न घट अभाववत् इति भूतलं. तदनन्तरं त्वप्रत्ययं योजयामश्चेत् कथं वा पुनः? तद् विशिष्टभूतलं वत्प्रत्ययः अत्र घट अभाववत् घट अभाववत्त्वं तत्र त्वप्रत्ययः. त्वप्रत्ययेन किं बोध्यं? त्वप्रत्ययस्य अर्थः कः? तस्मिन् इति एव खलु महोदय. न न घट अभाववत्त्वं त्वप्रत्ययस्य अर्थः. वत् इत्युक्ते तस्मिन् इति भवत्या उक्तं समीचीनतया. इदानीं त्वप्रत्ययं योजितम्. त्वप्रत्ययः कस्मिन् अर्थे? न न घटः घटत्वं घटत्वम् इति नेन किम्? घट धर्मः एव उक्तः खलु. सत्यं खलु. तत्र भावः भावः भावः त्वप्रत्ययः भावार्थे भावार्थे. तर्हि धर्मं सूचयति खलु. घट अभाववत्त्वम् इत्युक्ते भूतले घट अभाववत्त्वम् अस्ति. अतः घट अभावः इति भिन्नपदार्थः अस्ति, अभावीयपदार्थः अस्ति. घट अभाववत्त्वम् इति धर्मः अस्ति इति तयोः मध्ये भेदः. तर्हि आधेयता कुत्र अस्ति? आधेयता घट अभाववत्त्वे अस्ति. भेदः घट अभाववत्त्वे अस्ति खलु. यदि घट अभावे अस्ति इति वदामः तर्हि दोष एव, नो चेत् समीचीनं वा? अत्र दोषः अस्ति. घट अभावं भूतलमेव सूचयति. अस्तु, अन्येषां चिन्तनं किम् अत्र? महोदय, तत्र मतुप्रत्ययः इति योजनीयं, तेन एव अधिकरणम् इति भवति अधिकरणार्थे. अतः तत्र घटाभाववत्त्वे आधेयता अस्ति इति वक्तव्यं, न तु घटाभावे. किमर्थम्? इदानीं भूतले किम् अस्ति? घटाभाववत्त्वम् अस्ति वा घट अभावः अस्ति वा उभयमपि अस्ति वा? न, घटाभावः इति अस्ति. तर्हि आदेयः कः? आदेयः इति घटाभावः इति एव आदेयः. हा, न तु घट अभाववत्त्वं खलु. हा, न तु घट अभाववत्त्वम् इत्युक्ते घट अभाववत्त्वम् इति पदं कदा लभ्यते? घट अभावः अस्ति यस्मिन् भूतले इति कृत्वा भूतलस्य अन्यनाम भवति घट अभाववत्. तादृशधर्मः घट अभाववत्त्वं. तर्हि आदेयता कुत्र अस्ति? घट अभाववत् यः भूतलं, तत्तु अधिकरणं भवति. भूतलं तु अधिकरणमस्ति. अतः आधेयः इति घटाभावः इति, अतः घटाभावे आधेयता. अस्तु, अन्येषां भिन्नचिन्तनमस्ति किं? मम चिन्तनमपि तत्र घट अभावे एव आधेयता इति वक्तव्यम्. अतः एव तत्र स्वरूपसम्बन्धः वक्तुं शक्यते. घट अभाववत्त्वं पुनः भूतलमेव अस्ति. न घट अभाववत्त्वं पुनः भूतले अस्ति इति वदतु, भूतलम् अस्ति इति न वदतु, भूतले अस्ति हा, किन्तु इदानीम् आदेयः कः? आधेयः घट अभावः इति मम चिन्तनमस्ति. तर्हि आधेयः घट अभावः, तर्हि आधेयता कुत्र अस्ति? घट अभाववत्त्वे. पुनः घट अभावः अस्ति चेत् घट अभाववत्त्वे कथं वा आधेयत? आधेयत घट अभावः अस्ति चेत् तत्र भगिनि वयं चित्रसङ्ख्या 102 इत्यस्मिन् अपि दत्तं खलु, तत्र शुक्तिः दृष्ट्वा रजतस्य अभाव दृष्टस्य तत्रापि अभावः इति अभावे एव आधेयत इति दर्शितं तत्र. अत्रापि घटाभावे आधेयत अस्ति, अत्र भावं न उक्तमस्ति. एकनिमिषं भगिनि, इदानीं समीचीनतया भवती चिन्तितवती, एकमेव दोषं भवत्या कृतम्. आधेयः कः? घट अभावः खलु. आधेयता आधेये भवति, तर्हि घट अभावे एव आधेयता खलु. आधेयता घट अभावे एव भवति, किन्तु आधेयता इति प्रकारता तादृशं वदति चेत् तस्य भावः न उक्तमस्ति वा इति मम प्रश्नः. न न, अत्र प्रकारता इति पदं कदा प्रयोगं कुर्मः? प्रकारक अस्तु, इदानीं चिन्तयामः प्रकारता कुत्र अस्ति? प्रकारता ज्ञाने अस्ति, प्रकारिता ज्ञाने अस्ति. प्रकारता भगिनि, प्रकारता कुत्र अस्ति? प्रकारता विषये अस्ति. कीदृशविषये? ज्ञानस्य त्रयः विषयः भवन्ति खलु, ते के? विशेषता प्रकारता विसर्गता. विशेष्यता इति भावः भगिनि, विशेष्यः संसर्गः प्रकारः. अतः एव अहम् एकनिमिषम् तर्हि इदानीं वदतु, प्रकारता कुत्र अस्ति अस्मिन् वाक्ये? न, सामान्यतया वदतु भगिनि, आधेयता कुत्र अस्ति? ज्ञानस्य तिस्रः विषयः अस्ति. भवती अधिकं चिन्तयति, तादृशं मास्तु. आधेयता कुत्र अस्ति इति चेत् आधेये अस्ति अस्ति इति वक्तव्यं खलु. प्रकारता कुत्र अस्ति? प्रकारे अस्ति, तावदेव वक्तव्यम्. अधिकं मा चिन्तयतु. तर्हि प्रकारता इति कदा चिन्तयामः? ज्ञानतः, यदि ज्ञानस्य विषयः इति स्वीकुर्मः तदा एव प्रकारता इति चिन्तनं भवति. स्वभावतः किमस्ति? आधेयता एव अस्ति खलु. तर्हि अस्तु, इदानीं वदतु समीचीनतया, भूतलं घट अभाववत् इति भ्रमाज्ञानं, तर्हि आधेयता कुत्र अस्ति, अधिकरणता कुत्र अस्ति, सम्बन्धता कुत्र अस्ति इति एकवारं वदतु महोदय. तत्र भूतलं घटाभाववत् इति प्रमाज्ञानं वा भ्रमाज्ञानं वा इति कथं निश्चयीकरणीयं महोदय? वाक्यं तु वाक्यमेव. न न, तर्हि इदानीं निश्चयं कुर्मः, निश्चयं कुर्मः. अहं वदामि, प्रथमं वदतु भगिनि. अधिकरणं भूतलं, भूतल सम्बन्धता स्वरूपसम्बन्धता आधेयत घट अभावः, घट अभावे आधेयत. पुनः एकवारं समीचीनतया आरम्भतः वदन्तु, आधेयता कुत्र अस्ति? आधेयता भूतले अस्ति. न, आधेयता अधिकरणता नास्ति, घट अभावे आधार, घट अभावः वाक्यरूपेण अभावे इति सप्तमी प्रयोगः कर्तव्यं खलु. वदतु. घट अभावे आधेयता घट अभावे अस्ति सम्बन्ध स्वरूपसम्बन्धः अधिकरणद भूतले अस्ति. अस्तु भगिनि, अहं वदामि समीचीनं भवत्या उक्तं, किन्तु वाक्य तत्र वाक्यप्रयोगे समीचीनतया वक्तव्यम्. आधेयता घट अभावे अधिकरणता भूतले सम्बन्धता स्वरूपसम्बन्धे इति वक्तव्यं. सम्बन्धता स्वरूपसम्बन्धः इति न वक्तव्यं, सम्बन्धे इति वक्तव्यं. अस्तु, हा तर्हि इदानीं प्रकारता, इदानीं ज्ञानमस्ति खलु, भूतलं घटाभावत् इति ज्ञानं. तर्हि ज्ञानतः पश्यामश्चेत् प्रकारता कुत्र अस्ति? प्रकारता घट अभावे अस्ति. विशेष्यता भूतले अस्ति. संसर्गता स्वरूपसम्बन्धे अस्ति. उत्तमं, बहु समीचीनं. तर्हि इदानीम् आधेयता यत्र अस्ति तत्रैव प्रकारता. आधेयता घट अभावे अस्ति, प्रकारतापि घट अभावे अस्ति इति कृत्वा आधेयतप्रकारतयोः मध्ये सामानाधिकरण्यम् अस्ति इति कृत्वा एतद् ज्ञानं प्रमाज्ञानम्. स्वामिमहोदय बुद्धं खलु? आम्, इदानीं. तर्हि आधेयतप्रकारतयोः मध्ये यत्र सामानाधिकरण्यं वर्तते तदेव प्रमा, अतः एव अत्र तद्वति तत्प्रकारकज्ञानम् इति वाक्यस्य अर्थः. अस्तु, तर्हि इदानीं स्वामिमहोदय भवान् एव वदतु. तेजः उष्णस्पर्श अभाववत्. आं महोदय, तेजः उष्णस्पर्शाभाववत् एतत् अप्रमा अस्ति महोदय. अप्रमावाक्यमस्ति. स्वभावतः आधेयत उष्णाभावे स्पर्शाभावे अस्ति महोदय. उष्णस्पर्श अभावे आधेयत, समीचीनम्. अधिकरणता, अधिकरणता तैजसि. तैजसि नास्ति, तेजसि. अधिकरणता तेजसि, स्वभावतः अधिकरणता तेजसि. सम्बन्धता, सम्बन्धता स्वरूपसम्बन्धः महोदय. सम्बन्धे स्वरूपसम्बन्धे स्वरूपसम्बन्धे. अस्तु, अत्र अस्तु, भवान् एव वदतु, तदनन्तरं परिशीलनं कुर्मः. अस्तु, ज्ञानतः प्रकारता, ज्ञानतः प्रकारता तु उष्णस्पर्शे अस्ति महोदय. ज्ञानतः उष्ण, अत्र नाणं किम्? ओ, अत्र ज्ञानं तु उष्णस्पर्शाभाववत्. तर्हि प्रकारता कुत्र अस्ति? अपि उष्णस्पर्शाभावे भवितव्यं. तर्हि कः क्लेशः कृतः भवता? यदि आधेयता उष्णस्पर्श अभावे अस्ति, प्रकारता अपि उष्णस्पर्श अभावे अस्ति इति वदति, तर्हि सामानाधिकरणीयमस्ति खलु? तर्हि न, न, न. एतत् अप्रमावाक्यम्. तर्हि स्वभावतः तेजसि किमस्ति? उष्णः अस्ति वा नास्ति वा? अस्ति महोदय. तर्हि किं वक्तव्यं? स्वभावतः आधेयता कुत्र अस्ति? स्वभावतः आधेयता उष्णस्पर्शे अस्ति महोदय. इति वक्तव्यम् आम् महोदय बुद्धं खलु स्वभावतः आधेयता उष्णस्पर्शे अस्ति अधिकरणता तेजसि अस्ति तर्हि स्वभावतः सम्बन्धता कुत्र अस्ति समवायिसम्बन्धम् उत्तमम् उष्णस्पर्शः इति गुणः अस्ति खलु गुणः गुणिनि समवायसम्बन्धेन भवति उत्तमं तर्हि स्वभावतः आधेयता उष्णस्पर्शे अस्ति अधिकरणता तेजसि अस्ति स्वभावतः सम्बन्धता समवायसम्बन्धे अस्ति किन्तु इदानीं ज्ञानतः प्रकारता कुत्र अस्ति उष्णस्पर्शाभावे उष्णस्पर्शाभावे विशेष्यता विशेष्यता तेजसि संसर्गता संसर्गता अभावः अस्ति अतः स्वरूपसम्बन्धे अस्ति उत्तमं तर्हि इदानीम् आधेयत प्रकारतयोः मध्ये सामानाधिकरण्यमस्ति वा न वा नास्ति महोदय इति कृत्वा एतत् ज्ञानं भ्रमज्ञानम् अप्रमा इति बुद्धं खलु वाक्यं प्रमा वा अप्रमा वा एतत् विश्लेषणं यद्यपि अस्मिन् सन्दर्भे अत्र सम्बन्धतसंसर्गतयोः मध्ये अपि किं सामानाधिकरण्यं नास्ति किन्तु निगमनं कर्तुं केवलं तत्र प्रकारत आधेयतयोः मध्ये सामानाधिकरण्यं नास्ति चेत् अत्र प्रमाणः भवत्येव इति बोधः अस्तु एतावत् प्रश्नाः सन्ति वा नो चेत् अग्रे तरेम अस्तु अग्रे तरेम तर्हि इदानीम् अग्रे षड्त्रिंशत् अधिक एकशततमपुटे द्वितीयपङ्क्तिः अस्ति एतयोः अनुभवयोः उदाहरणे इति अस्ति तर्हि श्रीराम महोदय आरब्धं करोतु महोदय अस्तु महोदय एतयोः अनुभवयोः उदाहरणे मूले दर्शिते रजते रजतम् इति प्रमा शुक्तौ रजतम् इति अप्रमा इत्यादिना अत्र अस्तु महोदय किं वक्तव्यम् अत्र वक्तव्यं वा स्पष्टमस्ति खलु सर्वेषाम् अस्तु महोदय प्रत्यक्षादिविभागः अत्र प्रत्यक्षादि इत्युक्ते तत्र अनुभवस्य चतुर्विधम् अनुभवचतुर्विधं भवति तस्य विषयः अस्ति विभागः कृतः अनुभवः यथार्थ यथार्थानुभवश्च चतुर्विधः प्रत्यक्ष अनुमित्युपमिति शाब्दभेदात् तत् करणम् अपि चतुर्विधं प्रत्यक्ष अनुमानोपमानशब्दभेदात् अतः यथार्थ अनुभवः चतुर्विधः अस्ति ते प्रत्यक्षम् अनुमिति अनुमिति उपमिति शाब्दम् इति तेषां नाम नाम सत्य अस्तु तत् करणमपि चतुर्विधं तत् करणम् इति किम् इति अहम् अवगच्छामि इदानीं करणम् इत्युक्ते किम् अस्माकं व्याकरणे पठितं खलु इन्स्ट्रुमेण्ट् टूल् आर् इन्स्ट्रुमेण्ट् इति अर्थः व्याकरणे करणसंज्ञायाः व्याकरणे किं लक्षणं पाणिनिमहर्षिणाम् झटिति न स्मरामि साधकतमं करणं खलु साधकतमं करणं तर्हि प्रत्यक्षज्ञानस्य उत्पादनार्थं यत् साधनमस्ति तदेव करणं तस्य नाम किम् तस्य तस्य अपि प्रत्यक्ष अनुमान उपमानशब्दभेदः अस्ति तस्य इति चतुर्विधम् अस्ति वा सत्यं तर्हि केन करणेन किं ज्ञानं जायते इति क्रमेण वदतु तत्र प्रत्यक्ष अनुभवः प्रत्यक्ष इति करणेन भवति अनन्तरम् अनुमिति इति ज्ञानम् अनुमानम् इति करणेन भवति तदनन्तरम् उपमिति इति ज्ञानम् उपमानम् इति करणेन भवति शाब्दम् इति ज्ञानं शब्दम् इति करणेन भवति उत्तमम् अत्र केवलं सावधानतया पठनीयं किं पठनीयः विषयः कः इति चेत् प्रत्यक्षज्ञानस्य प्रत्यक्षम् इत्यपि नाम अस्ति करणस्यापि प्रत्यक्षम् इति अस्ति तस्य व्युत्पत्तिः अग्रे दत्त ग्रन्थकारेण दत्तमस्ति अस्तु अग्रे पठतु महोदय यथार्थ अनुभवस्य चतुर्विद्यमाः चातुर्विद्यम् चातुर्विद्यमाः यथार्थ अनुभवेति प्रत्यक्षम् इत्यत्र प्रतिगतम् अक्षम् इन्द्रियं यस्य इति व्युत्पत्त्या प्रमितिपरमिदं पदं विषयं प्रति गतं सन्निकृष्टम् इन्द्रियं यस्य इति निरूपणे सति विषयस्य इन्द्रियस्य च सन्निकर्षलाभः तादृशसन्निकर्षजन्यता च प्रमायाः प्रत्यक्ष इति पदेन लभ्यते प्रत्यक्षम् इति ज्ञान अस्ति तस्य विग्रहवाक्यमस्ति प्रतिगतम् अक्षम् इन्द्रियं यस्य इति विग्रहवाक्यमस्ति तस्य तत्र इति व्युत्पत्त्या प्रमितिपरम् इदं पदम् अत्र वाक्यं पूरयतु महोदय प्रतिगतम् अक्षम् इन्द्रियं यस्य तत् हा यस्य तत् किं ज्ञानम् अथवा यस्य यस्य सः अनुभवः इति वदामः अथवा यस्य तत् यस्य सः अनुभवः नो चेत् यस्य तत् प्रत्यक्षम् अस्तु समीचीनम् उत्पत्त्या प्रमितिपदं परमिदं पदम् अत्र इदं पदं प्रमितिपरं प्रमितेः परं प्रमितेः परं तत्र पञ्चमी भवति इति अहं चिन्तयामि प्रमितिपरं भवति इदं पदम् इति तत् किमर्थम् उक्तमस्ति इति अहं प्रमितेः पदं परमित्येव भवति किन्तु प्रमितेः इति षष्ठी पञ्चमी नास्ति पञ्चमी नास्ति परम् इति पदं तत्र परं परं पूर्वं परम् इति न न पूर्वं परम् इति नास्ति अत्र तद्विषये तस्य विषये नो चेत् तस्मिन् विषये इत्युक्ते तस्य इत्यस्मिन् अर्थे भवति परं कस्मिन् विषये वाक्यं वदति इति बोद्धुं किं परम् एतद् भवता उच्यते इति प्रश्नः खलु तादृशं तदेव अग्रिमवाक्ये दत्तं विषयं प्रति गतं सन्निकृष्टम् इन्द्रियं यस्य इति निरूपणे सति विषयस्य इन्द्रियस्य च सन्निकर्षलाभः अत्र वयं पूर्वं पठितवन्तः यत्र चक्षुरेन्द्रियं तत्र घटं प्रति गत्वा तत्र सन्निकर्षः भवति सन्निकर्षेण एव ज्ञानं यत् ज्ञानमस्ति तदेव प्रत्यक्षम् अत्र प्रत्यक्षम् इति पदेन तत्र सन्निकर्षः इन्द्रिय चक्षुरेन्द्रियघटसन्निकर्षः सूचितः अस्ति अस्ति अर्थः इति अहं अवगच्छामि सन्निकृष्टम् इन्द्रियं तत्र सन्निकर्षः इन्द्रियस्य सन्निकर्षः भवति अस्मिन् ज्ञाने तादृशसन्निकर्षजन्यता च प्रमायाः प्रत्यक्ष इति पदेन लभ्यते इदानीं तादृशसन्निकर्षेण जन्या अस्ति एषा प्रमा इति कृत्वा तत्र तादृशसन्निकर्षजन्यता प्रमायाः तादृशसन्निकर्षजन्यता प्रत्यक्ष इति पदेन सूचितः अस्ति. तर्हि अग्रे आयातति यदा प्रत्यक्षज्ञानस्य लक्षणं पठेम तदा इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति अग्रे 161st पेज् मध्ये दत्तमस्ति. भवतु इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम् इन्द्रियम् अपि च अर्थं द्वयोः मध्ये यदा सन्निकर्षः जायते तेन सन्निकर्षेण यद् ज्ञानं जायते तदेव प्रत्यक्षम् इति नैयायिकानां मतानुसारम्. किन्तु वेदान्तीनां मतानुसारं भिन्नमस्ति. भवतु तत्र तावदेव वदामि, तत्र भेदः कः इति अनन्तरं पश्येम. किन्तु नैयायिकानां मतानुसारम् इन्द्रिय अर्थसन्निकर्षं जन्यं ज्ञानं प्रत्यक्षम् इति. तर्हि अत्र प्रत्यक्षम् इति एतादृशवित्पत्त्या प्रतिगतम् अक्षम् इन्द्रियं यस्य तत् प्रत्यक्षम् इति वित्पत्त्या अत्र इन्द्रियसन्निकर्षलाभः अस्ति खलु. प्रतिगतम् अक्षम् इन्द्रियं यस्य तत् इति उक्तत्वात्. अस्तु अग्रे महोदय. इदं निर्वचनं प्रत्यक्षपदस्य प्रमापरत्वे ग्राह्यम्. इन्द्रिये अपि करणे प्रत्यक्षव्यवहारस्तु प्रतिगतम् अक्षम् इन्द्रियं प्रत्यक्षम् इत्येव निर्वचनेन सिध्यति. इदं निर्वचनम् इत्युक्ते तत्र प्रतिपादनं प्रत्यक्षपदस्य प्रमापरत्वे ग्राह्यम्. तत्र प्रमायाः परत्वे ग्राह्यम् प्रमायाः परत्वे इत्युक्ते प्रत्यक्षम् इति प्रमा इति स्वीकरणीयं वा? प्रमा प्रत्यक्षं प्रमा प्रत्यक्षं प्रमा अस्मिन् परिच्छेदे प्रमायाः लक्षणं प्रत्यक्षम् इति प्रमायाः प्रमा नास्ति, करणस्यापि नाम अस्ति खलु. अस्तु प्रत्यक्षपदस्य प्रमापरत्वे इदानीं प्रत्यक्षम् इति वदामश्चेत् अस्मिन् विषये प्रमापरत्वे इत्युक्ते प्रमापरं भवतु इति अर्थः वा इति स्वीकरणीयं. परम् इत्युक्ते अत्र प्रति इति तादृश प्रति इति वदामः खलु तत्परम् प्रति इति अर्थः. इन्द्रिये अपि करणे प्रत्यक्षव्यवहारस्तु प्रतिगतम् अक्षम् इन्द्रियम्. इदानीम् इन्द्रियस्य विषये वदति. इन्द्रिये अपि करणे अपि प्रत्यक्षव्यवहारस्तु तत्र प्रत्यक्षम् इति व्यवहारं वयं स्वीकुर्मः. तत्र प्रतिगतम् अक्षम् इन्द्रियं तत्र इन्द्रियं यत् प्रति गच्छति इति अर्थः वा? प्रतिगतं तत्र विषयं प्रति गतम् इन्द्रियम् प्रति गतम् अक्षम् द्वितीय तत्पुरुषः महोदय प्रतिगतं गतम् अक्षं सत्यं अत्र द्वितीयतत्पुरुषः वा कर्मधारे वा अत्र प्रतिगतम् अक्षम् इन्द्रियं प्रत्यक्षम् प्रतिगतम् अक्षं कर्मधारे प्रतिगतम् अक्षं न सत्यं तत्र प्रति इति वदामश्चेत् तत्र द्वितीया एव भवति खलु. तत्र तदेव गतशब्दः इति अस्ति खलु महोदय. तत्र तत्पुरुष सूत्रम् एकं सूत्रम् अस्ति खलु. सत्यं सत्यं सत्यम् आमां तत्र द्वितीया. तर्हि अत्र तत्पुरुषं स्वीकुर्मश्चेत् प्रत्यक्षम् इत्यत्र तत्पुरुषं स्वीकुर्मश्चेत् इन्द्रियं बोधयति. किं बहुव्रीहि स्वीकुर्मश्चेत् ज्ञानं बोधयति. सत्यं प्रतिगतम् अक्षम् इन्द्रियं यस्य तत् प्रत्यक्षम् इति वदामश्चेत् प्रत्यक्षम् इत्यनेन ज्ञानमुक्तं भवति. प्रतिगतम् अक्षम् इन्द्रियम् इति साक्षात् इन्द्रियस्य तत्पुरुषमात्रः स्वीकुर्मश्चेत् अत्र करणं लभ्यते. सत्यम् इत्यतः एव करणस्य ज्ञानस्य द्वयोः अत्र प्रत्यक्षम् इति एव नाम दत्तमस्ति. सत्यं भिन्नरीत्या विग्रहवाक्यं वक्तव्यं तावदेव. व्युत्पत्ति भिन्ना अस्ति, व्युत्पत्तिः भिन्ना. महोदय अत्र प्रादिसमासः भवति किल महोदय, तत् प्रतिगतं प्रतिगतम् अक्षम् इन्द्रियम् इत्यस्य इन्द्रियेण यदि वयम् इन्द्रियः इति वयं वदामश्चेत् प्रादिसमासः भवति. यदि प्रतिगतम् अक्षम् इन्द्रियं यस्य इति वदामश्चेत् बहु प्रादि बहुव्रीहिः भवति. तत् प्रादिसमासः अपि तत्पुरुषसमासः एव खलु, द्वयमपि अस्ति, एक कर्मधारे एक बहुव्रीहि. सत्यं सत्यम् इत्युक्ते तत्र प्रादि इति इत्युक्ते प्रति इति पदं तत्र प्रादि प्रादिषु वर्तते इति कृत्वा भवती वदति किम्? हा महोदय. हा अस्तु समीचीनं. तर्हि प्रादिसमासः इत्युक्ते तत्र द्वितीया यदि अस्तु तत्र द्वितीया इति स्वीकुर्मश्चेत् द्वितीया श्रुतातीतपत्यगत्यस्थप्राप्तापन्नैः तत्र न भवति वा? अत्रापि गत इति पदं दृश्यते खलु, गतम् अक्षम् प्रतिगतं न तत्र यत् यत् वर्षा भगिनी वदति तदेव समीचीनमिति भाति. इत्युक्ते प्रादिषु प्रति इति पदं दृश्यते इति कृत्वा अत्र यदि प्रादि तत्पुरुषसमासः स्वीकुर्मश्चेत् तत्र इन्द्रियं बोधयति, प्रादि बहुव्रीहिसमासः स्वीकुर्मश्चेत् ज्ञानं बोधयति प्रत्यक्षम् इति पदम्. अस्तु अस्तु महोदय. प्रादि प्रादि बहुव्रीहिः प्रतिगतम् अक्षम् इन्द्रियं यस्य सः यस्य तत् इति वदामश्चेत् केवलं प्रतिगतम् अक्षम् इन्द्रियं प्रत्यक्षम् इति वदामश्चेत् प्रादि तत्पुरुषसमासः. अत्र सूत्रं भिन्नं भवति महोदय अस्मिन् विषये, तत्र प्रतिगतम् अक्षम् इन्द्रियम् इति तत्पुरुषसमाससूत्रम् अस्ति, तद् भिन्नं भवति. तत्र तत्पुरुषसमाससूत्रमस्ति प्रादयः इति सूत्रम्. अस्तु बहुव्रीहि केन भवति भगिनि? एकवार्तिकमस्ति महोदय, अनेकम् अन्यपदार्थे इति सूत्रे प्रादिभ्यो धातुजस्य वाच्यो इति वार्तिकेन प्रादिभवति. ओ समीचीनम् अस्तु इति अस्ति. अस्तु धन्यवादः. उत्तमं. तर्हि अग्रे मेहुल् महोदय. आं महोदय. अनुमितिपदं तर्हि किमर्थं बोधयति? उच्यते चैत्रः अनुवदति इत्यादौ आदौ कश्चित् वदति पश्चात् चैत्रः वदति इति प्रत्ययात् अनु इति उपसर्गयोगे धातुबोध्यक्रियायाः उत्तरभावित्वं ज्ञायते. तादृशधात्वर्थः प्रकृतेमितिः ज्ञानम्, तस्मात् पश्चात् जायमानं ज्ञानमिति अनुमितिशब्दार्थः. इदं चेत् पश्चात् जायमानं ज्ञानं तत्पूर्वमपि ज्ञानमेव आकाङ्क्षितम् इति प्रतिसङ्ख्या नवसप्तति अधिकः एकशतं सम्बन्धज्ञानमेव तत्पूर्ववृत्ति भवति. अस्तु अत्र अनुमिति इति द्वितीयविध ज्ञानमस्ति, तस्य तर्हि तत् किं बोधयति इति अत्र दत्तम्. एकः उदाहरणमस्ति, चैत्रः किमपि वदति परन्तु तत्पूर्वे अन्यत् यः कोऽपि वदति अनन्तरमेव चैत्रः अनुवदति, अतः अत्र अनु इति उपसर्गस्य योजनं भवति. तत् तत् किं बोधयति इत्युक्ते उत्तरभावित्वम् इति बोधयति. तद् अनु इति वदनेन तदेव ज्ञायते. तादृश अर्थः अत्रापि प्रकृते इत्युक्ते अनुमिति इति ज्ञाने इति पदे यः मितिः इति अस्ति तदेव तत् सूचयति, इत्युक्ते ज्ञानमेव अनुमिति इति ज्ञानमेव. महोदय अत्र उत्तरभावित्वम् इत्यस्मिन् विषये किञ्चित् वदति किम्? उत्तरभावित्व उपसर्गे धातुबोध्यक्रियायाः उत्तरभावित्वम् अहं न जानामि सम्यक्तया, परन्तु केवलं चिन्तयामि यत् यः कोऽपि किमपि वदति चेत् तत् श्रुत्वा अनन्तरं चैत्रः इति पुनः तदेव पुनः वदति तस्य तदेव उत्तरभावित्वम् इत्यनेन उक्तं. तत्र उत्तरभावित्वम् इत्युक्ते पुनः पुनस्मरणार्थं पुनः यः वदति तदेव उत्तरभावित्वम् इति अस्ति वा? उत्तमं तदेव इत्युक्ते अनुवदति इति वदामश्चेत् प्रथमम् एकः वदति पुनः तं प्रति यदा पूर्वेण उक्तं तदा तत् श्रुत्वा अन्यः वदति चेत् तद् अनुवदनम् इति वदामः खलु. तदेव उत्तरभावितम् इत्युक्ते प्रथमम् एकं भवेत् तद् अनुसृत्य अन्यदपि भवति. तर्हि अनुमितिः इत्यत्रापि तादृशमेव, प्रथमम् एकं ज्ञानं भवेत्, तत् किं ज्ञानमिति अग्रे यदा अनुमितिविषये पठेम तत्र पठिष्यामः. तत्र पूर्वम् एकं ज्ञानं भवेत्, तदनन्तरं तदनु अन्यदपि ज्ञानं भवति, तदेव अनुमितिः इति. तदेव तत्र दत्तं तस्मात् पश्चात् जायमानं ज्ञानम् इति एव अनुमिति इति शब्दस्य अर्थः. कश्चन ज्ञानः ज्ञानम् अस्ति, तस्मात् पश्चात् पुनः नूतनज्ञानं यः जायमानमस्ति तदेव अनुमिति इति अर्थः. इदं चेत् पश्चात् जायमानं ज्ञानं, हा अत्र पश्चात् एकं ज्ञानं जायमानमस्ति परन्तु तत् पूर्वमपि ज्ञानम् अस्ति एव, तस्य आकाङ्क्षितं, हा तस्य आकाङ्क्षा, हा तस्य सम्बन्धः सम्बन्धज्ञानमेव तत्पूर्ववृत्तिः भवति. तत् अग्रे आयास्ति आकाङ्क्षितम् इति ज्ञानं तत्पूर्वमस्ति, तस्य अनन्तरम् अनुमितिज्ञानम् इति जायमानम् अस्ति. तद् अग्रे आयाति महोदय, अत्र इतोपि किञ्चित् समीचीनतया तत्पूर्वमपि ज्ञानमेव तत्र एव कारः अस्ति खलु, तस्मिन् विषये किञ्चित् वदतु. तत्पूर्वमपि ज्ञानम् एव आकाङ्क्षितम्. ओ अस्तु, अत्र अनुमिति एक इति एकविधज्ञानमस्ति, तत् अनन्तरं जायमानमस्ति, पश्चात् जायमानमस्ति, अतः तत् पूर्वम् अपि यः ज्ञानमस्ति तत्पूर्वं ज्ञानमेव भवेत्, ज्ञानेन एव ज्ञानं जायते, अतः ज्ञानात् एवं ज्ञानं जायते, अतः अनुमिति इति ज्ञानमस्ति, तर्हि तत् पूर्वं यत्किमपि अस्ति तदपि ज्ञानम् एव भवेत् इति अत्र. तर्हि ज्ञानेन यत् ज्ञानं जायते तदेव अनुमितिः इति. अत्र अनुयोगः मा इति धातुः अस्ति, मा इति धातोः अर्थः अस्ति ज्ञानम् इति एव. तत्र मा धातोः तिन् प्रत्ययं योजयित्वा मितिः इति पदं लभ्यते, अतः एव प्रमिति इत्यस्य अर्थः अपि ज्ञानम् इत्येव अर्थः. प्रमिति इत्युक्ते ज्ञानम्, अत्र अनुमिति इति उक्तत्वात् ज्ञानेन यत् ज्ञानं जायते तस्य एव अनुमिति इति प्रयोगः. इत्युक्ते यः कोऽपि यं कमपि क्रियां करोति, यां कामपि क्रियां करोति चेत् क्रियया ज्ञानं जायते चेत् तद् अनुमितिः नास्ति. ज्ञानेन यद् ज्ञानं जायते, पूर्वमपि ज्ञानं भवेत् तदनन्तरं ज्ञानं जायते तेन ज्ञानेन तदेव. सत्यं, तदेव आकाङ्क्षित अस्ति. अतः एव अत्र सम्बन्धज्ञानमेव तत्पूर्ववृत्तिः भवति. महोदय, अत्र पक्षधर्मताज्ञानं व्याप्तिज्ञानम् इति पूर्वं तदेव सूचितमस्ति वा? तत्पूर्वं सत्यं अत्र अनुमानस्थले चत्वारि ज्ञानानि भवन्ति खलु इति अस्माभिः अधीतं, पक्षधर्मताज्ञानं, तदनन्तरं किं व्याप्तिज्ञानम् इति चत्वारि ज्ञानानि अस्माभिः अधीतानि खलु. तर्हि तैः ज्ञानैः यद् ज्ञानं जायते तदेव अनुमितिः. तत्र चतुर्षु ज्ञानेषु अन्तिमज्ञानमस्ति अनुमितिः. धन्यवादः. अस्तु इति अस्ति. तर्हि अनुमितिः अत्र केवलं व्युत्पत्तिः उक्तमस्ति. प्रत्यक्षम् इति पदस्य व्युत्पत्तिः, अनुमितिः इति पदस्य उत्पत्तिः. अग्रे महोदय. शाब्दबोधश्च शब्दपूर्वकत्वात् तथा व्यवह्रियते. एतेषां च प्रमाकरणानां बोधकता संस्कारनिरूपणे संक्षेपतः निरूपिता एव. तत्तन्मूलपङ्क्तिव्याख्यानावसरे च निरूपयिष्यते. अस्तु, अत्र शाब्दबोधः इति अपि अन्यत् अन्यतम अज्ञानमस्ति. तत् शाब्दपूर्वकत्वात् आयास्यति इति व्यवह्रियते. शब्देन शब्दपूर्वकत्वात् शब्दपूर्वकत्वात् इत्युक्ते अहं शब्देन एव शाब्दबोधः जायते. तद्वयं जानीमः. तर्हि एतेषां च प्रमाकरणानां बोधकता संस्कारनिरूपणे. हा, वयं दृष्टवन्तः संस्कारस्य निरूपणं यदा पठितवन्तः तत्र संक्षेपतः एतेषां प्रमाकरणानाम् इत्युक्ते ये करणानि सन्ति, प्रमायाः करणानि सन्ति, तेषां विषये संक्षेपतः वयं संस्कारस्य निरूपणे निरूपणावसरे दृष्टवन्तः, पठितवन्तः. तर्हि किं दृष्टम् इति वदति वा तस्मिन् तत्र? अधुना न स्मरामि अहं. करणानां बोधः संस्कारनिरूपणे न स्मरामि अधुना. करणेन बोधः कथं जायते इति संस्कारनिरूपणे अस्माभिः अधीतं किञ्चिदिव, विस्तरेण नास्ति. अत्र इन्द्रियाणां प्राप्यकारित्वम् इति उक्तं खलु? तदेव. इन्द्रियाणां प्राप्यकारित्वं 118 पेज् मध्ये एकं शीर्षकमस्ति. तत्र ग्राह्यं, तत्र प्राप्यकारित्वम् इति पदस्य अर्थः कः इति चेत् सम्बन्धग्राहकत्वम् एव इति. तर्हि इन्द्रियविषयोः मध्ये, इन्द्रिय अर्थयोः मध्ये तत्र यदा सन्निकर्षः भवति तेन सन्निकर्षेण सम्बन्धः, सन्निकर्षः इत्युक्ते सम्बन्धः भवति खलु, तस्य सम्बन्धस्य ग्रहणम् एव, ग्रहणं यत् करोति तदेव करणम् इति उक्तं. तस्मिन् विषये किञ्चिदिव चिन्तितम् अत्र. इन्द्रियाणां प्राप्यकारित्वं, प्राप्यकारित्वम् इत्युक्ते किम्, ग्राह्यम् इत्युक्ते किं, सम्बन्धस्य ग्रहणं. तर्हि सम्बन्धस्य यत् सम्बन्धस्य ग्राहकः यदस्ति तदेव करणम् इति बोधः. तर्हि करणं ज्ञानस्य अत्र चत्वारि करणानि उक्तानि सन्ति खलु, प्रत्यक्षम्, अनुमानम्, उपमानं, शब्दम् इति. तर्हि करणं किं करोति इति चेत् केवलं सम्बन्धस्य ग्रहणं करोति तावदेव. इन्द्रियाणि नो चेत् अत्र करणं यत्किमपि सम्बन्धग्रहणं करोति तदेव तस्य कार्यम्. अस्तु, अत्र एका टिप्पणी अस्ति, अत्र फुट्नोट् अस्ति खलु महोदय, तद् पठतु. उपमिति शब्दार्थः क्लिष्टत्वात् नोक्तः. अस्तु, अत्र शाब्दबोधश्च इत्यत्र उपमितिशब्दार्थः क्लिष्टत्वात् न उक्तः. उपमितिशब्दार्थः इत्युक्ते अत्र चत्वारि ज्ञानानि सन्ति खलु महोदय, प्रत्यक्षम्, अनुमिति, उपमितिः, शाब्दः इति. तत्र प्रत्यक्षं, प्रत्यक्षस्य उत्पत्तिः कथम् इति उक्तम्, उपमितेः व्युत्पत्तिः कथम् इति उक्तं, शाब्दस्य उक्तं, किन्तु उपमितिः इत्यस्य न उक्तम्. तत्र क्लेशः अस्ति क्लिष्टत्वात्. अस्तु अस्तु, अनुमिति इत्यस्य उक्तं, परन्तु उपमिति, तत्र अनु इति पदं न दृश्यते किन्तु उप इति पदं दृश्यते इति इति किम् उपसर्गः, उपसर्गः इति वक्तव्यं, निपातः दृश्यते खलु. तर्हि उपमिति इति पदं कथं जातम् इति अत्र अत्र किञ्चित् क्लेशः अस्ति इति कृत्वा अत्र उक्तं. वस्तुतः सामान्यतया वयं किं वदामः, उपमानम् इत्युक्ते कम्पेरिसन् इति वयं जानीमः खलु. तर्हि इदानीं गव इति कश्चन पशुविशेषः अस्ति, गोसदृशमस्ति. गवं केनापि न दृष्टं. तर्हि कोऽपि वदति भवान् तु मम गां दृष्टवान् खलु, यथा गो यथा गोः अस्ति तथा गवः अपि भवति इति वदति. तर्हि इदानीम् अन्यत्र यत्र कुत्रापि गत्वा गवं पश्यति चेत् ओ एषः एव गवः, गवः इति अहं चिन्तयामि, भवतु यत्किमपि, एषः एव गवः, गोसदृशमस्ति, तर्हि एषः एव गवः इति ज्ञानं प्राप्यते खलु. तादृशज्ञानमेव उपमितिः. किन्तु तत्र नैयायिकाः किं वदन्ति, इदानीं गवं साक्षात् पश्यति खलु, गवस्य ज्ञानं प्रत्यक्षेन जायते. प्रत्यक्षेन गवस्य ज्ञानं प्रत्यक्षेन ज्ञायते. तर्हि इयं नो एषः गवः मम गोसदृशः अस्ति इति. तर्हि तत्र गोसदृशः अस्ति इति एव उपमिति ज्ञानं विपरीतरीत्या भवति. सामान्यतया एषः गवः मम सदृश मम गोसदृशः अस्ति इति गोसदृशः अस्ति इति कृत्वा अत्र एषः गवः इति ज्ञानमेव उपमिति इति वदामः. किन्तु नैयायिकाः वदन्ति किमर्थमित्युक्ते गवस्य ज्ञानं प्रत्यक्षेन जायते खलु. प्रत्यक्षं ज्ञानं भवेत् तत्र. प्रत्यक्षज्ञानं विना कथं वा सादृश्यम् अवगन्तुं शक्नुमः. तत्र तर्हि तत्र किञ्चित् क्लेशः अस्ति इत्युक्ते उपमितिः इत्यत्र कुत्र उपमितिः भवति, कस्मिन् विषये उपमितिः भवति इति चेत् गोविषये एव उपमितिः भवति, न तु गवविषये इति किञ्चित् वैशिष्ट्यमस्ति इति कृत्वा अनन्तरं यदा उपमानस्य नो चेत् उपमितेः विषये पठेम तदा तत्र ग्रन्थकारेण उक्तं भवति. अस्तु प्रमायां विभक्तायां तत् करणमपि विभजते. तत् करणमिति प्रत्यक्ष अनुमान उपमानशब्दाः प्रमाणानि. अस्तु अत्र प्रमायाः भेदः वयं दृष्टवन्तः. तथैव करणमपि विभजते, तेषामपि विभजनं भवति. तत् करणमिति अत्र करणानि अपि सन्ति, प्रत्यक्ष अनुमान उपमान अपि च शब्दाः, एते प्रमाणानि इति अस्ति. तत् तेषां विभजनं प्रत्यक्ष अनुमान उपमानशब्दाः इति अस्ति. तथैव तत्र करणानि अपि विभजते. तत् वयम् अधुना एव दृष्टवन्तः. प्रथमं तु प्रत्यक्षम् अनुमिति शाब्दबोधः अपि च उपमिति इति. सत्यम्. अस्तु अत्र प्रमायां विभक्तायाम् इति सप्तमी अस्ति खलु, अत्र कीदृशसप्तमी? प्रमायां प्रमायाम् इति खलु, प्रमायां विभक्तायां विषयसप्तमिति अहं मन्ये. अन्येषां चिन्तनं किम्? सति सप्तमी. हा प्रमायां विभक्तायां सति तत् करणमपि विभज्यते इति अत्र सति सप्तमी अस्ति. अस्तु श्रीराम महोदय, भवता यद् यः परिच्छेदः पठितः तत्र द्वितीयपरिच्छेदः, इदं निर्वचनं प्रत्यक्षपदस्य प्रमापरत्वे ग्राह्यं, तत्र इन्द्रिये अपि करणे इति तत्रापि सप्तमी दृश्यते, तत्र कीदृशसप्तमी? तत्रापि इन्द्रिये अपि करणे प्रत्यक्षव्यवहारस्तु प्रतिगतम्. तत्रापि सति सप्तमी महोदय, इन्द्रिय अपि करणे सति इति अहं चिन्तयामि. प्रतिपादयतु. ओ तत्र ओ इन्द्रिये अपि करणे तत्र स्वीकारे इति इति इन्द्रिये अपि करणे सति तत्र इत्युक्ते इन्द्रियम् इति करणम् इति स्वीकरणेन स्वीकारणे तत्र इति अहं चिन्तयामि. इति इन्द्रियम् इति करणम् इति वयं स्वीकुर्मश्चेत् यदा वयम् इन्द्रियम् इति करणं स्वीकुर्मश्चेत् यदा तदा इति पर्याय इन्द्रिये करण इन्द्रिये अपि करणे इति भवति अहं चिन्तयामि. नास्ति तत्र अत्र विषयसप्तमी अस्ति. अत्र विषयसप्तमी अस्ति. कथं भव महोदय तत्र विषयः कः? इन्द्रिये करणे इन्द्रिये अपि करणे प्रत्यक्षव्यवहारः करणे प्रत्यक्षव्यवहारः इति करणविषये प्रत्यक्षव्यवहारः प्रत्यक्षव्यवहारः इत्युक्ते करणस्य करणविषये प्रत्यक्षम् इति व्यवहारः क्रियते खलु. प्रत्यक्षज्ञानस्य करणं किं? प्रत्यक्षम्. तर्हि प्रत्यक्षम् इति करणविषये प्रत्यक्षम् इति व्यवहारः प्रतिगतमक्षम् इन्द्रियं प्रत्यक्षं तत्र विषयसप्तमी विशेष अस्तु. अत्र तु सति सप्तमी. किञ्चित् अस्तु महोदय. अस्तु इतोपि किञ्चित् चिन्तयामः. अस्तु वर्षा भगिनी वदतु सतिसप्तमी केन सूत्रेण विधीयते? यस्य च भावे च भावलक्षणं भावलक्षणम् इत्यस्य अर्थः कः? यदि यदि यदा तदा इति वदामः यस्य यदा एकः यदा क्रिया जायते एका क्रिया जायते तदा अन्यक्रिया देफर् अपेक्षितः अस्ति. यदि एका क्रिया जायते तदा द्वितीयकार्यं भवति इति. अत्र सूत्रम् उक्तवती खलु. सूत्रार्थं वदतु. सूत्रे यदा तदा इति तादृशं किमपि न दृश्यते. यस्य च भावेन भावलक्षणम्. अत्र भाव इति पदस्य अर्थः कः? इत्यस्य अर्थः क्रिया. उत्तमं. तर्हि बहु उत्तमं भगिनि. तर्हि अत्र भाव इत्यस्मिन् स्थाने क्रिया इति स्थापयित्वा सूत्रं वदतु. यस्य च क्रिया तृतीया अस्ति. क्रियया यस्य च क्रियया यस्य च क्रियया भावलक्षणम् अत्रापि क्रियालक्षणम्. हा तर्हि एकां क्रियां स्वीकृत्य अन्यां क्रियां बोधयति चेत् लक्षणं करोति चेत् तर्हि भाव यस्य च भावेन भावलक्षणम् इत्यत्र भाव इत्यस्मिन् स्थाने भाव इति पदस्य अर्थः क्रिया इति मनसि संस्थापयति चेत् अत्र पश्यतु प्रमायां विभक्तायां सति. तर्हि इदानीं विभजनक्रिया कृतं कस्मिन् विषये? प्रमायां प्रत्यक्षम् अनुमितिः उपमितिः शाब्दः इति विभजनं कृतं. विभजनम् इति क्रिया. क्रिया सति तदनन्तरं तत्करणमपि विभज्यते. तर्हि अत्र लक्षणं तदनन्तरम् इत्यर्थः तत्र लक्षणं किम् इति चेत् पूर्वक्रिया विभजनक्रिया प्रमां प्रमायाः विभजनं कृत्वा तदनन्तरं तत् करणमिति विभज्यते तस्मिन्नेव सन्दर्भे इति अर्थः. अतः अत्र सति सप्तमी अस्ति. पूर्वं तु करणे प्रत्यक्षव्यवहारः, करणविषये प्रत्यक्षव्यवहारः इति अत्र विषयसप्तमी अस्ति इति. तादृशं यत्र यत्र सन्दर्भः लभ्यते तत्र एतादृशं चिन्तयामश्चेत् अत्र सूत्रसहितचिन्तनं कुर्मश्चेत् समीचीनबोधः जायते. अस्तु तर्हि वर्षा भगिनी भवती एव अग्रे पठति किं साधारणकारणनिरूपणम् इति. साधारणकारणनिरूपणम् इह च करणपदप्रयोगात् तत् अर्थस्य च एतावता अनुक्तत्वात् तमाः असाधारणं कारणं करणम् इति. अस्तु, अत्र इह च इत्यस्य अर्थः इह इत्युक्ते किम्? इह इत्युक्ते ह्यर् ज्ञान ज्ञानस्य कारणं निरूपणार्थम्. न, अत्र वाक्यमस्ति खलु तत् करणं चतुर्विधम् इति वाक्यमस्ति खलु. पूर्वस्मिन् पुटे प्रत्यक्षादिविभागः इत्यत्र तत् करणं चतुर्विधम् इति अस्ति खलु. तर्हि तस्मिन् वाक्ये करणमिति पदं दृश्यते खलु. तर्हि तदेव तद्वाक्यम् इह इत्यनेन तस्मिन् वाक्ये करणपदप्रयोगात् करणम् इति पदं प्रयुक्तमस्ति इति कृत्वा तदर्थस्य च एतावता अनुत्तत्वा करणम् इत्युक्ते किम् इति अस्माभिः एतावत् नाधीतं. तर्हि तस्मिन् विषये उक्तं. तर्हि करणम् इत्युक्ते किम्? करणम् इत्युक्ते असाधारणं कारणं करणं भवति इति. असाधारणं कारणं करणम्. अत्र व्याकरणे साधकतमं करणम् इति उक्तं खलु. तमप्रत्ययेन यदुक्तम् अदेव अत्र असाधारणम् इत्यनेन उक्तम्. असाधारणं कारणं करणम्. अस्तु, इदानीम् अग्रे पठतु. असाधारणकारणत्वपरिज्ञानाय आदौ किं नाम साधारणकारणत्वं, कानि च साधारणकारणानि इति विस्तरेण चिन्तयामः. कार्यस्य कारणाधीनत्वं लोकसिद्धमेव, तत्रापि हि दण्डादयः पदार्थाः कारणत्वेन अभिमताः. घटादीनि कतिचित् एव कार्याणि कुर्वते. दण्डेन हि घटनिर्माणं, गृहादिनिर्माणं, ताडनम् ईदृशानि अस्माभिः ज्ञायमानानि कतिचित् कार्याणि क्रियन्ते. इतोपि कः कः खलु अस्य उपयोगः इति जिज्ञास्य देशान्तरे स्थितात् कार्यान्तरे व्यापृतान् वा जनात् पृच्छामश्चेत् तेऽपि शतं दण्डकार्याणि वदेयुः नाम. परन्तु दण्डेन अजन्याः अपि परः सहस्राः पदार्थाः सर्वसाक्षिकाः सन्ति. न हि तेजः संयोगेन पृथिव्यां गन्धाद्युत्पत्तौ, जन्यजलादौ वा शीतस्पर्शाद्युत्पत्तौ दण्डकारणतां कश्चित् अभ्युपैति. नारिकेलतरोः अपि खलु कल्पतरु इति अस्मदीयकोङ्कणप्रान्ते प्रसिद्धस्य सन्ति सहस्रशः लोकसिद्धानि कार्याणि. अनपेक्षित एव तथापि तु पूर्वोक्तगन्धाद्युत्पत्तौ सः इत्तञ्च बहूपकारकस्यापि पदार्थस्य अनन्तकार्यात्मके अस्मिन् जगति काश्चन पदार्थान् प्रत्येव कारणत्वं न तु सर्वं कार्यं प्रति. अस्तु, अत्र सर्वं न वक्तव्यम्, अत्र सर्वं सरलमेव. तर्हि अत्र किम् उक्तम्, आशयः कः इत्येव स्वशब्दैः वदतु. एकः पदार्थेन पदार्थस्य बहवः उपयोगाः सन्ति. परन्तु सर्वेषां प्रति तत् असाधारणकारणं न भवति. यदि दण्डं स्वीकुर्मश्चेत् दण्डेन वयं बहु किमपि कर्तुं शक्यते. परन्तु तत् कार्यस्य तत् असाधारणकारणं वा न वा इति द्रष्टव्यम्। उत्तमं, तर्हि अनेककार्यं प्रति एकस्य कारणत्वम् अस्ति चेत् तत् साधारणकारणं न भवति इति बोधः। अनेककार्यं प्रति एकस्य कारणत्वम् अस्ति चेत् तत् साधारणकारणम् इति नास्ति। एकस्य एव एकं कारणमस्ति चेत् तदपि असाधारणकारणम् इति नास्ति। अस्तु, अग्रे पठतु भगिनि, इतोपि समीचीनबोधः जायते। एतत् वैपरीत्येन सन्ति वैशेषिकशास्त्रसम्मताः षट् पदार्थाः ये कार्यमात्रं प्रति निखिलकार्यं प्रति कारणानि भवन्ति। कार्यमात्रं प्रति च कारणत्वात् एतेषां साधारणकारणम् इति च अभिधा भवति। साधारणं कारणं कार्याणि प्रति विभिन्नविशेषकारणेषु सत्सु विभिन्नकार्याणि प्रति तत्तत् विशेषकारणेषु सत्सु यत् अनुगतं भवति साधारणं भवति। तदेव शास्त्रे साधारणकारणम् इति व्यवह्रियते। तानि च साधारणकारणानि दिक्कालौ ईश्वरीयज्ञानेच्छाकृतयः प्रागभावश्च इमानि षट्। अस्तु, तर्हि साधारणकारणस्य लक्षणं किम्? सर्वकार्य निखिलकार्यं प्रति तत् कारणं भवेत्, तदेव साधारणकार्यमस्ति कारणमस्ति। उत्तमं, निखिलकार्यम् इत्युक्ते किम्? सर्वाणि सर्वे कार्याः सर्वाणि कार्याणि कार्यम् इति नपुंसकलिङ्गपदमस्ति खलु सामान्यतया वदामश्चेत् निखिलानि सर्वाणि कार्याणि इत्युक्ते लोके यत्किमपि कार्यं जायते तत्र बहूनि कार्य एकस्य कार्यस्य बहूनि कार्याणि भवन्ति कारणानि भवन्ति इति वयं जानीमः। समवायिकारणं भवेत् असमवायिकारणं भवेत् निमित्तकारणं भवेत् एकमेव इति नास्ति। तत्र बहूनि असमवायिकार्याणि कारणानि भवन्ति निमित्तकारणानि अपि भवन्ति, किन्तु लोके यानि कार्याणि जायन्ते तेषु तेषां सर्वेषाम् एकं कारणमस्ति चेत् तदेव साधारणकारणम् इति उक्तम्। अस्तु, अत्र विभिन्नकार्याणि प्रति तद्दद् विशेषकारणेषु सत्सु इति अस्ति खलु, तत्र सत्सु इत्यस्य अर्थः कः भगिनि? प्रथमं विशेषकारणं भवेत् इत्युक्ते तदेव प्रधानमस्ति। विभिन्नकार्याणि प्रति तत्तत् विशेषकारणं भवति, यदा भवति विभिन्नकार्याणि प्रति तद्विशेषकारणेषु सत्सु तदेव अर्थमस्ति। तद् विभिन्नकार्याणि कारणानि भवेत् प्रथमं, यदि तद् भवति चेत् तद् अनुगतम् एव साधारणं कार्यम् आवश्यकम् कारणम् आवश्यकम्। अहं भिन्नरीत्या प्रश्नं करोमि, तत्तद् विशेषकारणेषु इति सप्तमी अस्ति खलु, तत् कीदृशसप्तमी? सतिसप्तमी। तर्हि सत्सु सति इति सप्तमी, सप्तमी एकवचनं, सत्सु इति सत् शब्दस्य सप्तमी बहुवचनं, तावदेव। अत्र अत्रापि सत्सु इत्युक्ते सतिसप्तमी उक्तः, तावदेव। तत्तद्विशेषकारणेषु सत्सु यत् अनुगतं भवति साधारणं भवति तदेव शास्त्रे साधारणकारणम् इति भवति। अस्तु, तर्हि साधारणकारणानि कानि? दिक्काल ईश्वरीय ज्ञान इच्छा कृति प्रागभावः। परन्तु महोदय, अत्र विशेषकारणं प्रथमं भवेत् वा साधारणकारणं प्रथमं भवेत् वा? सत्सु इति प्रयोगेण वयं प्रथमं विशेषकारणं भवेत् इति अवगन्तव्यं वा? न न, अत्र किं कारणं प्रथमं किं कारणं द्वितीयम् इति नास्ति। कारण सर्वाणि कारणानि भवेयुः खलु, तदा एव कार्यम् उत्पद्यते. एकमपि कार्यं कारणं नास्ति चेत् कार्यं न उत्पद्यते, खलु? तर्हि तत्र प्रथमकार्यकारणं किं, द्वितीयकारणं किम् इति तादृशचिन्तनमेव नास्ति. सर्वाणि कारणानि कार्यस्य उत्पत्तेः पूर्वक्षणे कार्याधिकरणे भवेत्. कुलालः अपि भवेत्. तर्हि सतिसप्तमी किम् अत्र विशेषणकारणेषु कारणेषु अत्र सन्ति इत्युक्ते सामान्य भू इति नो चेत् आस्तिति धातुः तावदेव. अत्र कः धातुः इति चेत् का क्रिया इति चेत् अस्ति इति क्रिया, नो चेत् भवति इति क्रिया. भूधातुः अर्धातुः तदेव अत्र सत्सु इति अनेन उक्तम्. प्रथमं तद् भवेत् इति न प्रथमं नास्ति. अत्र किमर्थं प्रथमम् इति वदति? अत्र सतिसप्तमी प्रयोगे यदा विभिन्नकार्याणि प्रति तत्तद् विशेषकारणेषु अस्ति तदा अनुगतं, यत् अनुगतं भवति साधारणकारणं भवति इति वयं पठितुं शक्यते. अतः एव मया उक्तं यदा तदा इति मा अवगच्छतु इति. ओके. अनन्तरम् इति सतिसप्तमी अनन्तरम् इति नास्ति. एकां क्रियां स्वीकृत्य अन्यां क्रियां बोधयामश्चेत् भवतु, इदानीं क्रियाद्वयमपि मिलित्वा अपि भवितुमर्हति. अतः एव तत्र सूत्रं मया प्रदर्शितं, यस्य च भावेन भावलक्षणम्. एकां क्रियां स्वीकृत्य अन्यां क्रियां बोधयामश्चेत् तत्र सतिसप्तमी प्रयोगः भवति. सा क्रिया अनन्तरं भवेत् इति नास्ति, नियमः नास्ति. महोदय, तत्र सत्सु इति शत्रु अस्ति इति शत्रुप्तसन् तस्य सप्तमी अस्ति वा महोदय? सत्सु सत्यं सत् इति अब्धतोः शत्रुप्रत्ययस्य रूपमस्ति खलु? सन् तदा सत्सु इति सप्तमी बहुवचनं सत्यं. तर्हि अत्र क्रिया का इति चेत् सत् इति अस् इति धातुः एव क्रिया अत्र. तद्विशेषकारणेषु सत्सु भवन्ति चेत् यत् अनुगतम् इत्युक्ते तत्र पूर्वपर इति नास्ति. अन्यद् उदाहरणं वदामि स्पष्टार्थं. पित्रा कार्यालये गते सति पुत्रः पठति. पित्रा कार्यालये गते सति पुत्रः पठति इत्युक्ते यदा पिता कार्यालयं गच्छति तदनन्तरमेव पुत्रः पठति इति अर्थः नास्ति. कदा पुत्रः पठति इति चेत् यदा सः गच्छति तस्मिन्नेव समये. तर्हि अत्र किं कृतं? केवलम् एकां क्रियां स्वीकृत्य अन्यायाः क्रियायाः लक्षणं कृतं तावदेव. एकां क्रियां लक्षणत्वेन स्वीकृत्य अन्यां क्रियां लक्षितमस्ति तावदेव. अनन्तरं पूर्वमिति चिन्तनमेव नास्ति. यदा तदा इति तादृशं वदति चेत् तत्र तादृशचिन्तनं भवितुमर्हति. अतः एव सूत्रं द्रष्टव्यम् इति मया उक्तम्. यस्य च भावेन भावलक्षणम्, एकां क्रियां लक्षणत्वेन स्वीकृत्य अन्यां क्रियां लक्षयामश्चेत् तदा सतिसप्तमीप्रयोगः भवति. अत्र सत्सु इति अस्ति इति धातुः, तदेव लक्षणक्रिया अस्ति. लक्षणक्रिया का इति चेत् सत् इति धातुः, इत्युक्ते अस्ति इति धातुः. धातोः अर्थः अस्ति खलु? सा एव क्रिया. अस्तु, अग्रे पठेम. शिवराममहोदय पठति किम्? आं महोदय. परन्तु तथैव पठ परन्तु न परन्तु तत् तत् पठितं महोदय, तत्सर्वं पठितम्, इदानीम् अग्रिमपुटं दिक्कालादीनां साधारण अत्र साधारणकारणानि षड् अङ्गीकृतानि नैयायिकैः, वस्तुतः नव अङ्गीकृतानि सन्ति उद्ग्रन्थेषु, तद्दृश्यते. अहम् अनन्तरं वाट्साप् ग्रूप् मध्ये इतोपि अधिकं त्रयं किम् इति अहं वद तत्र प्रेषयिष्यामि. किन्तु षड् कारणानि साधारणकारणानि सन्ति, तेषु प्रथमं दिक्कालं दिक्कालादीनां साधारणकारणव्यवस्थापनं पठतु महोदय. दिक्कालादीनां साधारणकारणत्वव्यवस्थापनं कथं हि एतेषां कार्यमात्रं प्रति कारणताम् अवगच्छामः. उच्यते तदादौ दिक्कालयोः कारणत्वं साधयामः. यदि यदुत्पत्ति अधिकरणत्वेन प्रतीयते तत् तस्य जनकम् इति नियमः. कपाले घटोत्पत्तिं प्रतीमः. घटः कपाले उत्पद्यते इति हि तादृशोत्पत्तेः कपाले प्रतीतिः. तादृशप्रतीतौ उत्पत्त्यधिकरणत्वेन प्रतीतं कपालं घटस्य जनकम् इति अपि सिद्ध्यति. तद्वत् एव च घटोत्पत्तिः देशे काले च प्रतीयमाना तयोरपि घटजनकतां साधयति. प्रतीयते खलु कपाले इदानीम् इह घटोत्पत्ति इति, तस्यां प्रतीतौ च इदानीम् इति उल्लिख्यमानः महाकालः, इह इति प्रतीयमाना दिक् इति, तत् निरूपण अवसरे प्रपत्तिमेव, तथा च पूर्वोक्तनियमेन कपालस्य घटं प्रति कारणत्वम् इव उत्पत्ति अधिकरणत्वेन प्रतितत्वात् दिक्कालयोः अपि घटजनकत्वं सिद्ध्यति. इत्थमेव निखिलकार्याणाम् उत्पत्तिप्रतितौ तयोः विषयत्व अवकाशत्वात् कार्यमात्रं प्रतितयोः कारणत्वम् अपि तेनैव नियमेन सिद्ध्यति. तस्मात् दिक्कालश्च जन्यजगतः साधारणकारणे. अस्तु, अत्र पङ्क्तिशः न वक्तव्यं, मुख्यवार्ता किम् इति एव वक्तव्यं महोदय. अत्र घटः कपाले उत्पद्यते, कपाले घटोत्पत्तिप्रतिमा नाम कपाले प्रतीतिः. तत्र कपालं घटस्य जनकमिति अत्र सिद्ध्यति. अत्र प्रथम किमर्थम् अत्र कपालः जनकः इति किमर्थम् अङ्गीकृतम्? कपाले घटोत्पत्तिं प्रतिमः नाम अत्र कपाले घटं दृश्यते वा इति अर्थे. इत्युक्ते कपाले इति सप्तमी अस्ति खलु, कस्मिन् अर्थे अत्र सप्तमी प्रयुक्तम्? कपाले विषय कपाले घटोत्पत्तिः सती सप्तमी अस्ति न सती सप्तमी भवति चेत् क्रिया भवेत् नास्ति क्रिया नास्ति क्रिया परन्तु कपाले कपालमिति द्रव्यं कपालः इति द्रव्यम् कपाले घटः उत्पद्यते इति वदामश्चेत् इदानीं कपाले इति सप्तमी प्रयोगः समीचीनम् सामान्याधिकरणम् इति नास्ति सामान्य अधिकरणशब्दः अस्ति खलु तदेव सप्तमी प्रयोगः तत्रैव सप्तमी प्रयोगः सामान्यतया क्रियते अधिकरणार्थे आधारः अधिकरणम् तर्हि तेन किं जातं यद्यत् अधिकरणं सः जनकः इति वदामः खलु एवम् इदानीं घटः उत्पद्यते कुत्र? कपाले. कपालः इति त्यजतु. इदानीं देशम् इति स्वीकुर्मश्चेत् कुत्र इत्युक्ते अस्मिन् देशे इति वदामः खलु, विद्यालये, नो चेत् यत् यत् कियं कमपि देशं वदामः खलु. अपि च कदा इति अहं पृच्छामि चेत् भवान् किं वदति? प्रातःकाले, सायङ्काले, ह्यः इति तादृशं कालं वदति. तर्हि देशे काले यः कोऽपि कार्यं भवति तत्तु देशे काले कस्मिंश्चित् देशे कस्मिंश्चित् काले एव भवति खलु. तर्हि अत्र देशे काले इति सप्तमी प्रयोगे कस्मिन् अर्थे प्रयुक्तम्? अधिकरणार्थे. सत्यं. तर्हि अधिकरणार्थे यद्यत् प्रयोगं कुर्मः अधिकरणानि कारणानि भवन्ति. देशः अधिकरणं भवति, दिक् अधिकरणं भवति, कालः अधिकरणं भवति इति कृत्वा अत्र दिक् काल दिक् काले अधिकरणे इति कृत्वा साधारणकारणे सर्वाणि कार्याणि कुत्रचित् भवति, कुत्र कुत्रचित् दिशि भवति अपि च काले अपि भवति इति कृत्वा दिक् काले साधारणकारणे इति निरूपितं तावदेव अधिकरणत्वात् इति एकमेव अत्र हेतुः. बुद्धं खलु? आमां. तर्हि अत्र अधिकरणत्वात् तेषां कारणत्वं सिद्धं, तयोः कारणत्वं सिद्धम्. अस्तु अग्रे पठतु महोदय. ज्ञानेच्छा कृतीनाम् ईश्वरसमवेतानां साधारणकारणत्वम्. ईश्वरसमवेता इतश्च ईश्वरीय ज्ञानेच्छाकृतीनां साधारणकारणत्वं साधयामः. आत्मनिरूपणे निखिलस्य कार्यस्य चेतनसापेक्षत्वं प्रदर्शितं. ततः कुलालादिभ्यः चेतनेभ्यः घटादिकार्योत्पत्तिः यथा भवति तथा परमाणुसंयोगादिपरम्परया द्व्यणुकात् प्रभुतिः महापृथिव्यादीनाम् उत्पत्तिः सर्वज्ञेन चेतनेन सम्भाव्यते इति तादृशचेतनः ईश्वरः इति साधितम्. तत्र चिन्त्यं यत् कपालम् अजानानस्य पुरुषस्य घटकारणत्वं न सम्भवति. घटसमवायिकारणं साक्षात्कृत्य खलु कुलालः घटं निर्मीमिते तेन कुलालस्य यथा घटकारणत्वं तथैव कुलाले विद्यमानं यत् कपालप्रत्यक्षं तस्यापि घटं प्रति जनकता अन्वयव्यतिरेकाभ्यां सिद्ध्यति. तुल्यायुक्त्या जगत्कारणीभूते ईश्वरे विद्यमानं यत् तत् कार्यसमवायिकारणस्य ज्ञानं तदपि जन्यमात्रं प्रति कारणम् इति अवगच्छामः. अत्र ईश्वरस्य आवश्यकता अस्ति. ज्ञानेच्छाकृति आम् ईश्वरस्य ज्ञानेच्छाकृति इति साधारणकारणत्वं. तेषां साधारणकारणत्वं स्वीकृतम्. अत्र मुख्यवार्ता का? उदाहरणं परमाणुसंयोगादिपरम्परया द्व्यणुकात् प्रभृतिः महापृथिव्यादीनाम् उत्पत्तिः सर्वज्ञेन चेतनेन सम्भाव्यते इति तादृशेन ईश्वरः प्रति ईश्वरः इति साधितम्. तर्हि नैयायिकानां मतानुसारम् ईश्वरः अस्ति इति केन प्रमाणेन साधितम्? अनुमानप्रमाणेन. उत्तमम्. अनुमानप्रमाणम् अत्र तर्कः सः अनुमानं कथं कृतम्? अत्र द्व्यणुकात् महापृथिव्यादीनाम् उत्पत्तिः सम्भाव्यते तदेव अत्र ईश्वरः प्रत्यक्षगोचरः नास्ति खलु, प्रत्यक्षेन ईश्वरं न द्रष्टुं शक्यते, तर्हि प्रत्यक्षप्रमाणेन ईश्वरः अस्ति इति न ज्ञातुं शक्यते. ईश्वरस्य आवश्यकता का इत्युक्ते, तत्र कपालः अस्ति चेत् घटस्य उत्पादनं भवति वा चेतनं विना, कुलालं विना घटस्य उत्पादनं भवति किम्? न. तर्हि संयोगस्य कारयिता कोऽपि चेतनः भवेत् खलु? एवं परमाणुद्वयोः मध्ये संयोगः यदा जायते तदा एव जणुकं जायते, जणुकयोः मध्ये यदा संयोगः जायते तदा एव त्रिणुकं जायते, तादृशं जगतः सृष्टिः भवति खलु. तर्हि परमाणुद्वयोः मध्ये कः संयोगं कारयति? कोऽपि भवेत्, चेतनः भवेत् खलु, सः एव ईश्वरः. यथा कुलालः घटं प्रति तथा परमाणुद्वयोः संयोगं प्रति ईश्वरः एव कारणम् इति अत्र एतदेव तर्कः. अस्तु, एतावद् उक्तम्. अग्रे पठतु महोदय. इत्थं कुलालस्य घटं कर्तुम् इच्छामि, घटोत्पत्तौ आवश्यिका, कपालं साक्षात्कृत्यापि चिकीर्षाशून्येन कुलालेन घटोत्पत्तिः नैव भवति. तादृशचिकीर्षायाः लोके कार्यहेतुत्वे सिद्धे ईश्वरसमवेतादृशचिकीर्षाया अपि जगत्कारणत्वं तथैव निश्चिनुमः. अत्र घटोत् कुलालस्य घटत् कर्तुमिच्छामि, घटोत् नाम घटोत्पत्तिसमये कुलालस्य तत्र आवश्यकता विद्यते, कपालं साक्षात् कृत्वापि नाम कपालेन कुलालेन विना तत्र घटोत्पत्तिः कदापि न भवति, कुलालस्य तत्र आवश्यकता तत्र विद्यते. कुलालस्य आवश्यकता, कुलालस्य आवश्यकता इति तु अस्ति. यदि कुलालः अस्ति तर्हि नियमेन घटस्य उत्पादनं भवति वा? न, तत्र कपालस्यापि आवश्यकता. किम्? इच्छा, इच्छा. यदि कुलालः घटम् अहं मया करणीयम् इति इच्छा कुलाले न भवति तर्हि घटस्य उत्पादनं न भवति खलु? आमाम्. एवम् अत्र ईश्वरीय इच्छा अपि आवश्यकता अस्ति इति उक्तम्. इत्युक्ते तस्मिन् केवलं कृतिः जायते चेत् न पर्याप्तम्, इच्छा अपि भवेत् इति. अस्तु, अग्रे पठतु महोदय. अत्र ईश्वरस्य इच्छायाः कः आवश्यकः इति स्पष्टं नास्ति. किमर्थम् आवश्यकम्? किमर्थं न आवश्यकम् इति भवति वदति. यदि कुलालः घटनिर्माणं कर्तुम् इच्छा करोति तत् पर्याप्तम् अस्ति, किमर्थम् ईश्वरस्य इच्छा? अत्र ईश्वरस्य इच्छा अस्ति वा न वा इति डजन्ट् म्याटर्. न, घटं कर्तुम् अत्र इच्छा, ईश्वरस्य इच्छायाः आवश्यकता इति नास्ति, जगत् सृष्टेः खलु. परन्तु महोदय, तत्तु सर्वेषां कार्याणां साधारणकारणम् ईश्वरीय इच्छा इति निकषः अस्ति खलु. हा, तदेव अत्र तस्मिन् विषये एव प्रतिपादनं जायमानमस्ति खलु. ईश्वरीय इच्छा ज्ञानकृतिः साधारणकारणं कारणानि इत्येव प्रतिपादनम् अत्र जायमानमस्ति तस्मिन्नेव विषये. हा, सो घटं प्रति ईश्वरीयज्ञानम् आवश्यकम्. ईश्वरीयज्ञानं न अस्ति चेत् कुलालज्ञानम् अपि न भवति. परन्तु तादृशं नास्ति. घटं प्रति ईश्वरीयज्ञानस्य आवश्यकता नास्ति, जगत्सृष्टिः विषये अत्र चिन्तनमस्ति. साधारणकारणम् इस् नाट् फार् आल् थिङ्ग्स् इस् इट् इस् ओन्लि फार् जगत् सृष्टि इति वी डिस्कसिङ्ग् न जगत् इत्युक्ते किम् एव्रिथिङ्ग् खलु सर्वं तर्हि ईश्वरीयज्ञानं विना ईश्वरीय इच्छा विना ईश्वरीयकृतिः विना जगत् सृष्टिः भवति वा न वा न भवति हा तर्हि जगत् सृष्टिः नास्ति चेत् कपालः भवति वा ओके लैक् दट् ओके तादृशं इत्युक्ते घटं प्रति इदानीं कुलालेन घटनिर्माणं यदा भवति तत्रापि ईश्वरीयज्ञानस्य आवश्यकता नास्ति किन्तु कपालः कथं जायते परमाणोः मध्ये यदा संयोगः जायते तदा एव खलु तादृशसंयोगः केन क्रियते कुलालेन न ईश्वरेण एव महोदय परन्तु तादृशं चिन्तयामश्चेत् कुलालः पिता अपि कारणं भवति खलु यदि कुलालः पितुः न अस्ति तर्हि कुलालः अपि न अस्ति इति तत्र अन्यतासिद्धत्वं भवति अन्यतासिद्धत्वम् अतः एव घटं प्रति तस्य कारणमिति न उक्तं जगत् सृष्टिविषये सामान्यकारणं यदि जगदेव नास्ति तर्हि कुलालेन किमपि कर्तुं शक्यते किम् अहं महोदय परन्तु पूर्वनिकषायां दिक्कालादीनां निरूपण साधनकारणनिरूपणार्थं वयं घटमेव स्वीकुर्मः परन्तु परन्तु ज्ञान इच्छाकृतीनाम् इति निकषायां वयं जगत् दृष्ट्यामेव पश्यामः वा नो चेत् यथा महोदयेन उक्तं यदि घटं प्रति ईश्वरीयज्ञानम् इच्छाकृतिः इति स्वीकुर्मः तत्र अन्यथा सिद्धत्वं भवति खलु कुलालस्य ज्ञाने आवश्यकता अस्ति इच्छायाम् आवश्यकता अस्ति कृतेः आवश्यकता अस्ति अस्तु समयः जातः इदानीं किन्तु समीचीनप्रश्नः अत्र ईश्वरीयज्ञान इच्छा कृतौ अन्यतासिद्धत्वमस्ति वा न वा इति चिन्तनीयं तर्हि तस्मिन् विषये अग्रे इतोपि अधिकचिन्तनम् अग्रिमवर्गे कुर्मः अत्र स्थगयामः सर्वेभ्यो नमस्कारः धन्यवादाश्च